गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतम्। विभागः इति गुणः तत्र स्मः। तत्र संयोगनाशको गुणः विभागः इति विभागस्य लक्षणम् उक्तम्। संयोगनाशको गुणः विभागः इति, तर्हि किमर्थं विभागः इति अन्यतमः गुणः पृथक्तया अङ्गीकर्तव्यम्? किमर्थं संयोगनाशः एव, संयोगस्य अभावः एव विभागः इति न वक्तुं शक्यते इति पृष्ट्वा, तत्र स्थूलरीत्या सर्वेषां पदार्थानां नश्यमानपदार्थानां नाशः कथं भवति इति अस्माभिः अधीतं। प्रागभावस्य नाशः भवति कार्यस्य तत्र सामग्री समवधानेन प्रागभावस्य नाशः भवति, अन्येषाम् अभावानां नाशः यदा भवति, अपि च क्रियानाशः कथं भवति इति चेत्, उत्तरदेशसंयोग उत्पत्त्या क्रियानाशः भवति, तस्मात् अग्रिमक्षणे क्रियानाशः भवति। द्रव्यनाशः कथं भवति? समवायिकारणनाशात् असमवायिकारणनाशात् भवति। गुणनाशः कथं भवति? तत्र समवायिकारणनाशात् भवति, निमित्तकारणनाशात् अपि भवति। उदाहरणमासीत् द्वित्वम्, तत्र अपेक्षाबुद्धिः अस्ति चेदेव द्वित्वम् उत्पद्यते। तर्हि अपेक्षाबुद्धिः नास्ति चेत् उत्पन्नमान द्वित्वस्य नाशः भवति। अपि च समानाधिकरणगुणनाशेनापि गुणनाशः भवति। उदाहरणम् आसीत् तेजसंयोगः, घटे तेजसंयोगः अस्ति समवायसम्बन्धेन, तेन सम्बन्धेन घटे विद्यमान रूपस्य नाशः भवति, श्यामरूपं वा यत्किमपि रूपं घटे अस्ति तस्य रूपस्य नाशः भवति इति कृत्वा, इदानीं तेजसंयोगः अपि च रूपं द्वयमपि घटे सामानाधिकरण्यत्वेन भवति इत्यतः, इदानीम् एकेन गुणेन अन्यस्य सामानाधिकरण्यभूत अन्यस्य गुणस्य नाशः भवति। तद्वत् विभागः कुत्र अस्ति? घटे अस्ति। इदानीं घटः भूतले अस्ति इति स्थितिः, पूर्वमासीत्। तर्हि भूतलात् घटः विभक्तः, तत्र इदानीं घटे क्रियामश्चेत् तर्हि किं भवति? इदानीं घटे विभागः इति नूतनगुणः जातः, तेन घटे विद्यमाननूतनगुणेन विभागः, विभाग्याख्यगुणेन घटे एव विद्यमानसंयोगः, भूतलसंयोगः नश्यति इति निरूपितम्। किन्तु इदानीं विभागः इति गुणः केन प्रमाणेन साधितम् इति चेत्, अत्र केवलम् उदाहरणम् उक्तम्, घटरूपनाशवत् विभागः, यदि विभागः इति गुणः अङ्गीकुर्मः तर्हि तदा भवितुम् अर्हति यस्मिन् द्रव्ये विभागः इति गुणः अस्ति तस्मिन्नेव द्रव्ये विद्यमान अन्यस्य गुणस्य नाशः कर्तुं शक्यते इति तावत् प्राप्तम्। अत्र उदाहरणमपि दत्तं, किन्तु विभागः इति गुणः अस्ति, तस्य अस्तित्वे किं प्रमाणम् इति चेत् अग्रे आयास्यति। विभागसाधनाय खलु अस्माभिः प्रवृत्तम्, कः लाभः अस्य विवरणस्य? वक्ष्यमान अनुमाने विभागसाधके अनुमाने विवरणसौकर्यं भवति। कुत्र विवरणसौकर्यं भवति? दृष्टान्ते। अस्तु, तर्हि अनुमानं, किम् अनुमानम्? उच्यते इति अस्ति, ततः पठनीयम्। इदानीं वयं चतुरधिक एकशततमपुटे प्रथमपङ्क्तितः पठनीयमस्ति। अस्तु, मेहुल् महोदय आरब्धुमिच्छति वा? आं महोदय. आश्रयनाशजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशजन्यगुणनाशत्वात् पाकजरूपनाशवत् दृष्टान्ते तादृशः समानाधिकरणः गुणः तेजः संयोगः तथा च क्रिया ततः विभागः ततः पूर्वदेशसंयोगनाशः ततः उत्तरदेशसंयोगः ततः क्रियानाशः इति वैशेषिकप्रक्रियायां विभागकल्पनं समर्थितं भवति. आश्रयनाशनाशाजन्यः तत्र संयोगनाशः इति तदर्थं समानाधिकरणगुणान्तरम् आवश्यकं सगुण एव विभाग इति विशेषकोटिक्रमः परिशिष्टात् अवगन्तव्यः. अस्तु, अत्र महोदय भवान् अधुना एव उक्तवान् तदेव अत्र दत्तमस्ति किञ्चित् विस्तृतरूपेण. आश्रयनाशाजन्यगुणनाशः इत्युक्ते किं प्रतिपादयति वा? आश्रयनाशाजन्यगुणनाशः इत्युक्ते किम्? आश्रयनाशाजन्यगुणनाशः आश्रयनाशजन्य अस्तु एकैकं पदं पश्येम. जन्यः इत्युक्ते किं महोदय? जन्यः इत्युक्ते यस्य जायमानं भवति कार्यम् इति स्वीकरोतु. कार्यं जन्यः इत्युक्ते जन्यम् इत्युक्ते कार्यम्. अत्र कार्यं किं किं जन्यम् अस्मिन् पदे? गुणः इति जन्यः गुणनाशः गुणस्य नाशः एव कार्यम्. अत्र गुणनाशः एव जन्यम्. गुणनाशः एव जन्यः अस्मिन् पदे समस्तपदे. तर्हि कार्यं किं? गुणनाशः. तदेव जन्यः. किन्तु अत्र सामान्यकार्यं नास्ति. गुणनाशः इत्युक्ते यत् यादृशगुणनाशः इत्युक्ते विशेषणत्वेन अत्र उक्तम् आश्रयनाश अजन्य इत्युक्ते किम्? आश्रयनाश भूत्वा गुणनाशः न अभवत् इति तत्र किञ्चित् विपरीतरीत्या अपि वक्तुं शक्यते. आश्रयनाशम् अभूत्वा गुणनाशः अभवत् इति. तदेव वक्तुं शक्नुमः. आश्रयनाशम् अभूत्वा गुणनाशः अभवत्. अस्तु, इदानीं दृष्टान्तम् अस्माकं पुरतः दृष्टान्तं किम् आसीत्? पाकजरूपनाशः. तत्पूर्वम् अस्माभिः पठितं खलु, घटे रूपमस्ति नीलरूपम् इति चेत् तत्र तेजसंयोगेन रूपस्य नाशः भवति. घटे विद्यमान नीलरूपस्य नाशः भवति, किन्तु घटस्य नाशः अभवत् वा? न अभवत्. हा, इति कृत्वा इदानीं नीलरूपनाशः कीदृशनाशः? न, नीलरूपनाशः कार्यमस्ति, जन्यमस्ति तत्. कीदृशनाशः इत्युक्ते आश्रयनाश अजन्यः इत्युक्ते आश्रयस्य नाशं विना गुणनाशः अभवत्. तर्हि आश्रयनाश अजन्यगुणनाशः इति पदस्य अर्थः इदानीं बुद्धं. तदनन्तरं समानाधिकरणगुणजन्यः इदानीं वदतु. समानाधिकरण जन्यः इत्युक्ते किम्? कार्यमेव खलु, इदानीमेव दृष्टम्. समानाधिकरणगुणजन्यः समानाधिगुणः एव न समानाधिकरणगुणजन्यः इति सम्पूर्णसमस्तपदस्य अर्थः कः इति सामान्यभाषया वदति वा? एक एव अधिकरणम् अस्ति, अतः द्वयोः गुणयोः एकस्मिन् अधिकरणे आगच्छति. अन्यत् अतः किमपि जनयति तदेव समानाधिकरणगुणजन्यः इति अहं मन्ये। अस्तु, अत्र जन्यः कः महोदय? समानाधिकरणगुणजन्यः गुणनाशः एव अत्रापि जन्यः। जन्यः इत्युक्ते सर्वत्र, जनकः इत्युक्ते कारणं, जन्यः इत्युक्ते कार्यं। कार्यं अस्तु, समानाधिकरणगुणे अपि गुणनाशः अभवत्, तदेव वयं समानाधिकरणगुणेन इति तृतीया। समानाधिकरणगुणेन जन्यः अस्ति। इदानीं तेजसंयोगेन रूपनाशः भवति खलु, समानाधिकरणगुणेन रूपनाशः, नीलरूपनाशः अभवत्। अत्र नीलरूपनाशः एव जन्यः। तत् कार्यं कथं जातं, केन जातम् इति चेत् समानाधिकरणगुणेन जातमस्ति। तत्र तेजसंयोगेन नीलरूपस्य नाशः अभवत् इति कृत्वा समानाधिकरणगुणजन्यः इति उक्तं। तदेव अर्थः बुद्धं खलु? ओ हा, अग्रिमपङ्क्ते तदेव दत्तं, समानाधिकरणगुणः तेजसंयोगः, तेजसंयोगः तेजसंयोगेन नीलरूपस्य नाशः अभवत्। तर्हि कार्यमस्ति नीलरूपनाशः, कथं जातं? तेजरूपसंयोगेन। स च तेजरूपसंयोगः, तेजसंयोगः कुत्र अस्ति? समान अधिकरणे अस्ति। यस्मिन् अधिकरणे यस्य गुणस्य नाशः अभवत् तस्मिन्नेव अधिकरणे तेजसंयोगः अपि अस्ति इत्यतः समानाधिकरणगुणजन्यः अस्ति एतत् कार्यम्। समीचीनम्। अस्तु, तदनन्तरम् आश्रय नाश अजन्य गुणनाशत्वात् आश्रय नाश अजन्य गुणस्य नाशः अभवत्। अस्तु, आश्रय नाश अजन्य, अस्तु, आश्रय नाश इत्युक्ते घटस्य नाशः अभवत् परन्तु गुणनाशः न अभवत्। घटस्य नाशः न अभवत् किन्तु रूपस्य नाशः अभवत्। आश्रयनाश अजन्य गुणनाशः इति अस्ति खलु? आम् आम्। आश्रयस्य नाशं विना तस्मिन् विद्यमानगुणस्य नाशः तस्मात् इति हेतुः अत्र। तदनन्तरं पाकजरूपनाशवत् इति उदाहरणमस्ति। पाकम् इत्युक्ते तेजसंयोगम् एव पाकम्। तेन तेजसंयोगेन यः रूपनाशः जः जातः तद्वत् विभागेन यस्मिन् घटे विभागः अस्ति तस्मिन्नवे घटे विद्यमानपूर्वसंयोगनाशस्य नाशः भवति इति अत्र उक्तम्। क्रिया ततः विभागः ततः पूर्वदेशसंयोगनाशः अभवत्, उत्तरदेशसंयोगः इति भवति, अपि च क्रियानाशः इति अपि भवति इति प्रक्रिया वयं दृष्टवन्तः। प्रक्रिया दृष्टवन्तः तत्र, किन्तु इदानीम् अत्र अनुमानवाक्यम् अस्तु। अत्रैव महोदयेन तत्र करपत्रं स्थापितमस्ति, तत्र बहु किमपि लिखितमस्ति। संक्षेपरूपेण इदानीं यानि विषयाः आवश्यकाः सन्ति अत्र अवगमनार्थं तान्येव वदामि, अपि च यदिदानीम् अहं वदामि तत् श्रुत्वा पुनः भवन्तः करपत्रं पठन्ति चेत् निश्चयेन अर्थबोधः जायते इति मम विश्वासः अस्ति। अस्तु, तर्हि इदानीं किञ्चित् अहं वदामि, तदनन्तरं पुनः एतत् परिच्छेदं पठित्वा समापयामः। अस्तु, तर्हि आश्रयनाशाजन्यगुणनाशः, समानाधिकरणगुणजन्यः, आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् इति अनुमानवाक्यम् अस्ति। अस्माकं परिचित अनुमानवाक्यं किं? पर्वतो वह्निमान् धूमात् यथा महानसम् इति सामान्य यद्वाक्यमस्ति तद्वत् एव यत् अत्रापि वाक्यं दत्तमस्ति, किन्तु अत्र किञ्चित् वैशिष्ट्यमस्ति, तद् द्रष्टव्यं। तर्हि प्रथमम् अनुमानम् इत्युक्ते किं? नैयायिकाः चत्वारि प्रमाणानि अङ्गीकुर्वन्ति, वेदान्तिनः षट् प्रमाणानि अङ्गीकुर्वन्ति, साङ्ख्याः केवलं प्रमाणद्वयमेव अङ्गीकुर्वन्ति, प्रत्यक्षप्रमाणं तु सर्वैः अङ्गीक्रियते, इन्द्रियजन्यज्ञानं प्रत्यक्षम् इति वदामश्चेत् प्रत्यक्षज्ञानं सर्वे अङ्गीकुर्वन्ति। अस्तु, तस्मादुपरि अनुमानम् इति कश्चन प्रश्नः इति कश्चन इति किञ्चन प्रमाणमस्ति। प्रत्यक्षप्रमाणेन जायमानज्ञानस्यापि नाम अस्ति प्रत्यक्षम्। प्रत्यक्षप्रमाणेन यद् ज्ञानं जायते तस्यापि पुनः नाम अस्ति प्रत्यक्षम् इत्येव। तर्हि प्रत्यक्षम् इत्यनेन प्रमाणमपि उक्तं भवति, तेन जायमानज्ञानस्यापि कथनं भवति। अस्तु, अनुमानम् इति कश्चन प्रमाणं, द्वितीयप्रमाणम्। अनुमानप्रमाणेन जायमानज्ञानस्य नाम अस्ति अनुमितिः इति, अनुमितिः इति ज्ञानस्य ज्ञानं, ज्ञानस्य नाम अस्ति इति द्वितीयप्रमाणम्। एतत् एते प्रमाणे द्वे एव साङ्ख्याः अङ्गीकुर्वन्ति। तस्माद् उपरि नैयायिकाः उपमानम् इति तृतीयप्रमाणत्वेन नैयायिकाः अङ्गीकुर्वन्ति, नैयायिकैः अङ्गीक्रियते उपमानम्। उपमानम् इति प्रमाणेन उपमितिः इति ज्ञानं जायते, यथा अनुमानप्रमाणेन अनुमितिः इति ज्ञानं जायते, तद्वत् उपमानप्रमाणेन उपमितिः इति ज्ञानं जायते। अस्तु, चतुर्थप्रमाणमस्ति शब्दः इति। शब्दः, शब्दः इत्युक्ते अत्र अस्माकं वाक्यमस्ति खलु, वाक्यं वा पदं वा, तत् श्रुत्वा अहं वदामि, तत् श्रुत्वा अन्यस्मिन् आत्मनि इदानीं ज्ञानं जायते, तादृश ज्ञानं, तर्हि इदानीं शब्दं प्रमाणं भवति। शब्दप्रमाणेन यत् ज्ञानं जायते तस्य नाम अस्ति शाब्दम् इति, केवलं तत्र तद्धितं योजितमस्ति शाब्दम् इति, शाब्दज्ञानम् इति तस्य नाम इति। चत्वारि प्रमाणानि नैयायिकैः अङ्गीक्रियते, तस्मादुपरि अर्थापत्ति अनुपलब्धि इति प्रमाणद्वयं पूर्वमीमांसकैः अपि च तान् अनुसृत्य वेदान्तिनः अपि अङ्गीकुर्वन्ति। इतोपि प्रमाणद्वयम्, इतोपि प्रमाणानि सन्ति इति अन्यैः वदन्ति, तदनन्तरम् इत्युक्ते इतिहासः इति, तदपि प्रमाणत्वेन स्वीकर्तव्यं, तत्र शब्दप्रमाणे न अन्तर्भूतं भवति इति ते कथन्ति। भवतु, यत्किमपि, अस्तु, तर्हि इदानीम् अस्माकं विवक्षा अस्ति अनुमानप्रमाणम्। अनुमानप्रमाणेन जायमानज्ञानस्य नाम अस्ति अनुमितिः। अस्तु, अनुमानप्रमाणस्य आकृतिः कथं भवति इति चेत् एतादृशं भवति, पर्वतः, अत्र उदाहरणवाक्यमहं मया स्वीकृतं, पर्वतः वह्निमान् धूमात् यथा महानसम्। अस्तु, अस्मिन् वाक्ये अंशचतुष्टयम् अस्ति, चत्वारः अंशाः सन्ति, ते के? पर्वतः इति एकः, वह्निमान् इति द्वितीयः, धूमात् इति तृतीयः, यथा महानसम् इति चतुर्थम्। तर्हि तेषां नाम एतादृशं भवति, पर्वतः इति अस्मिन् उदाहरणे पर्वतः इति अस्ति, किन्तु सर्वत्र एते चत्वारः अंशाः प्रत्येकम् अनुमानवाक्ये भवेत्। तर्हि पर्वतः इत्यस्य सामान्यनाम कः इति चेत् पक्षः, अत्र पर्वतः एव पक्षः। वह्निमान् इति द्वितीयपदं तस्य सामान्यनाम अस्ति साध्यम् अनुमानप्रमाणेन यत् साधयितुम् इच्छामः तदेव साध्यं भवति अनुमानप्रमाणेन यत् यस्य साधनं कर्तुम् इच्छामः तस्य नाम भवति साध्यम् अत्र साध्यं किं वह्निः एव साध्यं वह्निमान् साध्यं नास्ति वह्निः एव साध्यम् अस्मिन् वाक्ये किन्तु स च वह्निः कुत्र साधितम् इति चेत् पक्षे साधितमस्ति पक्षे पर्वते वह्निः अस्ति इति साधितम् अतः एव वह्निमान् मतु प्रत्ययम् अस्य अस्मिन् वा इत्यर्थे अस्तु तर्हि साध्यमस्ति वह्निः हेतुः धूमात् इति अस्ति खलु अत्र पञ्चमी हेतुः हेतौ इति सूत्रेण पञ्चमी प्राप्यते हेतुः अस्ति धूमः स च धूमः अपि कुत्र अस्ति पर्वते एव अस्ति तर्हि पर्वतः इति पक्षः इति स्वीकुर्मश्चेत् पक्षे हेतुः अपि भवेत् अपि च साध्यमपि भवेत् द्वयमपि पक्षे अस्ति तदनन्तरं दृष्टान्तः महानसं यथा महानसम् इति वदामः खलु तस्य नाम अस्ति सामान्यनाम अस्ति दृष्टान्तः तर्हि प्रत्येकम् अनुमानवाक्ये चत्वारः अंशाः भवेत् प्रथमं पक्षः द्वितीयं साध्यं तृतीयं हेतुः चतुर्थं दृष्टान्तः अपि च पक्षे साध्यं भवेत् हेतुः अपि भवेत् अस्तु इति प्रथमविषयम् अस्माभिः अधीतम् अस्तु अपि च इति अनुमानवाक्ये के अंशाः भवेत् इति मया उक्तं पक्षः भवेत् साध्यं भवेत् हेतुः भवेत् दृष्टान्तः भवेत् अस्तु तदुपरि प्रत्येकम् अनुमाने चत्वारि ज्ञानानि भवन्ति एतानि चत्वारि ज्ञानानि विना यदा कदापि अनुमानं न कर्तुं शक्यते तर्हि चत्वारि ज्ञानानि कानि इति चेत् प्रथममस्ति पक्षधर्मताज्ञानम् एतत् सर्वं मया तत्र वर्ड् डाक्युमेण्ट् मध्ये लिखित्वा स्थापितमस्ति करपत्रात् उद्धृत्य वर्गस्य अनन्तरं वाट्साप् ग्रूप् मध्ये प्रेषयिष्यामि तर्हि भवन्तः इदानीं टिप्पणीं मा लिखन्तु यद् अहं वदामि तत् शृणोतु अस्तु चत्वारि ज्ञानानि भवन्ति किमिति महोदय क्षम्यतां कस्मिन् करपत्रे अस्ति एतत् सर्वं मया प्रेषितं खलु परह्यः द्वाविंशतिः तमकरपत्रे अस्ति द्वाविंशतितमः अस्तु अस्तु अस्तु द्वाविंशतिः वादि इति निश्चयं करोमि आम् महोदय त्रयोविंशतिः अहम् अनुमानप्रमाणं विभागः अतिरिक्तगुणः इति शीर्षकमस्ति करपत्रस्य तत्रैव एतत् सर्वमस्ति तत्र बहु किमपि अस्ति अपि च दशवर्गं यावत् स्वीकृतं तस्य पाठस्य किन्तु इदानीं मया किं कृतं किञ्चित् तत्र ततः उद्धृत्य यावदस्माकम् आवश्यकमस्ति अपि च मनसि संस्थापितुं तत्र सौलभ्यमस्ति तादृशं मया लिखितं तत् प्रेषयिष्यामि वाट्साप् मध्ये अस्तु धन्यवादः अस्तु तर्हि इदानीं चत्वारि ज्ञानानि भवेत् भवेयुः मया उक्तं तर्हि प्रथममस्ति पक्षधर्मताज्ञानम् पक्षधर्मताज्ञानम् इत्युक्ते किम् हेतुः पक्षे अस्ति इति तादृशज्ञानं भवेत् अत्र उदाहरणं किमस्ति सर्वेषां मनसि उदाहरणं भवेत् पर्वतः वह्निमान् धूमात् यथा महानसम् अत्र पक्षः अस्ति पर्वतः धूमः अस्ति हेतुः तर्हि पक्षधर्मताज्ञानं हेतुः पक्षे अस्ति पर्वतः धूमवान् इति प्रथमं ज्ञानं भवेत् प्रथमज्ञानं भवेत् तज्ज्ञानं केन प्रमाणेन ज्ञातम् इति चेत् प्रत्यक्षप्रमाणेन. इदानीं मम पुरतः पर्वतः अस्ति, तस्मिन् धूमः अस्ति इति प्रत्यक्षेन अहं पश्यामि. तर्हि प्रत्यक्षेन प्रमाणेन पक्षः पर्वतः धूमवान् इति मया ज्ञातं. तादृशज्ञानं पक्षधर्मताज्ञानम्. अत्र पक्षे विद्यमानधर्मः अस्ति धूमः, स च धूमः हेतुः अस्ति इति कृत्वा पक्षधर्मताज्ञानं भवेत्. हेतुः पक्षे अस्ति इति ज्ञानं, धूमः पर्वते अस्ति. अपि च स च ज्ञानं केन प्राप्तं? प्रत्यक्षप्रमाणेन प्राप्तम् अस्तु इति प्रथमज्ञानं. पक्षधर्मताज्ञानं विना अनुमानं न कर्तुं शक्यते. यदि भवन्तः इदानीं पर्वते धूमः अस्ति इति न पश्यन्ति तदा पर्वते अग्निः अस्ति, वह्निः अस्ति इति अनुमानं न कर्तुं शक्यते. तर्हि हेतोः दर्शनम् आवश्यकं पक्षे प्रथमं. द्वितीयम् अस्ति व्याप्तिज्ञानम्. व्याप्तिज्ञानं, व्याप्तिः इत्युक्ते किं? व्याप्तिज्ञानस्य आकारः कथं भवति? यत्र यत्र हेतुः तत्र तत्र साध्यम् इति ज्ञानं मनसि पूर्वमेव भवेत्. यत्र यत्र धूमः तत्र तत्र वह्निः इति ज्ञानं विना अनुमानं न कर्तुं शक्यते इति कृत्वा व्याप्तिज्ञानस्य आवश्यकता अस्ति. अस्तु, तादृशव्याप्तिज्ञानं कीदृशं, कथं जातम् इति चेत् स्मरणात्मकज्ञानमस्ति. अन्यत्र बहुत्र महानसे वा तत्र यत्र हवनं जायते तत्र वा इति बहुषु स्थलेषु भवन्तः किं दृष्टवन्तः? यत्र यत्र धूमः अस्ति तत्र तत्र सर्वत्र वह्निः अस्ति इति दृष्टवन्तः. इति कृत्वा एतस्य ज्ञानस्य एतादृशदर्शनं सर्वत्र कृत्वा भवन्तः इदानीम् एका व्याप्तिः संस्थापितः. व्याप्तेः आकारः कः इति चेत् यत्र यत्र हेतुः तत्र तत्र साध्यम्. अत्र उदाहरणे यत्र यत्र धूमः तत्र तत्र वह्निः. तर्हि व्याप्तिज्ञानस्य आवश्यकता अस्ति इति द्वितीयज्ञानं. तृतीयज्ञानस्य नाम अस्ति परामर्शः. परामर्शः इत्युक्ते किं? साध्यव्याप्यहेतुमान् पक्षः इति ज्ञानं. किञ्चित् वदामि. साध्यव्याप्यहेतुमान् पक्षः, पूर्वमेव अस्माभिः अस्मिन् विषये व्याप्यव्यापकभावस्य विषये अस्माभिः अधीतम्. यस्य न्यूनदेशवृत्तित्वमस्ति तदेव व्याप्यं, यस्य अधिकदेशवृत्तित्वमस्ति तस्य नाम अस्ति व्यापकम् इति. तर्हि इदानीम् अस्माकं पुरतः चिन्तयन्तु, विंशतिपर्वताः सन्ति. तेषु पर्वतेषु पञ्चसु पर्वतेषु एव धूमः विद्यते इति चिन्तयतु. इदानीं गणनं कुर्मः केवलं तावदेव. तर्हि धूमः इदानीं पर्वतत्वेन व्याप्यः भवति. पर्वतस्य अपेक्षया धूमस्य न्यूनदेशमेव अस्ति इत्यतः स च धूमः व्याप्यः भवति. अपि च पर्वतः व्यापकः भवति. व्यापकधर्मः कः इति चेत् पर्वतत्वम्. व्याप्यधर्मः इति किम् इति चेत् धूमत्वम्. धूमत्वं पर्वतत्वेन व्याप्यः. अपि च पर्वतः व्यापकः भवति. पर्वतत्वं व्यापकधर्मः भवति इति यदा वदामः, यदा अस्माकं पुरतः विंशतिः पर्वताः सन्ति, तेषु पर्वतेषु केवलं पञ्चसु पर्वतेषु धूमः विद्यते, अपि च अन्यत्र यत्र कुत्रापि धूमः न विद्येत इत्युक्ते इदानीं विंशतिपर्वताः सन्ति, तदनन्तरम् अत्र भूमिः अपि अस्ति इति चिन्तयतु, यत्र पर्वतः नास्ति, भूमिः केवलं सामान्यभूमिः अस्ति, समानस्थलभूमिः तलभूमिः अस्ति इति चिन्तयतु, तत्रापि इदानीं धूमः अस्ति चेत् तस्य धूमस्य व्यापकः पर्वतः नास्ति इति कृत्वा तत्र व्याप्यव्यापकभावः न वक्तुं शक्यते, तर्हि कुत्र वक्तुं शक्यते? धूमः यत्र यत्र अस्ति तत्र सर्वत्र पर्वतत्वम् अस्ति चेद् एव पर्वतत्वेन व्याप्यः भवति धूमः इति वक्तुं शक्यते. बुद्धं वा एतावत्? प्रश्नः अस्ति वा? आम् महोदय. बुद्धं खलु? आम् अस्तु, समीचीनं. तर्हि तादृशसन्दर्भे, तादृशसन्दर्भे इत्युक्ते विंशतिपर्वताः सन्ति, तेषु पञ्चसु पर्वतेषु धूमः अस्ति, अपि च अन्यत्र यत्र कुत्रापि धूमः नास्ति चेत्, यत्र यत्र धूमः अस्ति तत्र सर्वत्र पर्वतत्वमपि अस्ति, किन्तु यत्र यत्र पर्वतत्वम् अस्ति तत्र सर्वत्र धूमः नास्ति इत्यतः येषु पर्वतेषु धूमः नास्ति तत्र पर्वतत्वम् अस्ति किन्तु धूमः नास्ति, किन्तु यत्र यत्र धूमः अस्ति तत्रापि पर्वतत्वम् अस्ति इत्यतः इदानीं पर्वतत्वस्य अधिकदेशवृत्तित्वमस्ति कस्य अपेक्षया? धूमस्य अपेक्षया. इत्यतः इदानीं पर्वतत्वेन धूमः व्याप्यः, धूमस्य अपेक्षया इदानीं पर्वतः व्यापकः भवति, पर्वतत्वं व्यापकधर्मः भवति. अस्तु, तर्हि साध्यव्याप्यहेतुमान् पक्षः, अत्र साध्यं किं? वह्निः व्याप्य, कः व्याप्यः? हेतुः. साध्यव्याप्यहेतुमान् पक्षः इति परामर्शः, तदेव परामर्शज्ञानस्य आकारः. तर्हि इतोपि किञ्चित् चिन्तनम् अत्र. वह्निव्याप्य धूमवान् पर्वतः, पर्वतः अस्ति तस्मिन् पर्वते, इदानीं किञ्चित् भिन्नरीत्या मया पूर्वं किम् उक्तं, केवलं व्याप्यव्यापकभावं बोधनार्थं तत्र पर्वतत्वं स्वीकृतं, किन्तु इदानीं पर्वतत्वं न स्वीकृतं. किं स्वीकृतं? साध्यं स्वीकृतं. साध्यमत्र कः? वह्निः. वह्निव्याप्य धूमवान् इत्युक्ते यत्र यत्र पर्वतः अस्ति तत्र, अपि च यस्मिन् पर्वते धूमः अस्ति तत्र सर्वत्र वह्निः अपि अस्ति इति तादृशज्ञानस्य नाम एव परामर्शः. साध्यव्याप्य धूमवान् पक्षः इति परामर्शज्ञानस्य आकारः. इत्युक्ते पक्षधर्मता हेतुः, अपि च पक्षधर्मता व्याप्तिः, द्वयमपि अस्मिन् ज्ञाने अस्ति. साध्यव्याप्य हेतुमान् पक्षः परामर्शज्ञाने किमस्ति? पक्षधर्मता अपि अस्ति धूमवान् इति उक्तत्वात् तादृशपर्वतः अस्ति यस्मिन् हेतुः अस्ति, अपि च वह्निव्याप्यमस्ति इत्युक्ते तत्र व्याप्तिज्ञानमपि अस्ति. इदानीं बहु किमपि बहवः व्याप्तयः भवितुमर्हन्ति, बहवः व्याप्तयः भवितुमर्हन्ति खलु, यत्र यत्र अस्तु, अन्यत् किमपि व्याप्तिः कोऽपि वदतु, यत्किमपि व्याप्तिः. यत्र यत्र यत्र मीनाः तत्र तत्र जलम्. हा, बहु समीचीनं, बहु समीचीन उदाहरणमस्ति. यत्र यत्र मीनाः तत्र तत्र जलम् इति व्याप्तिज्ञा, इति व्याप्तिज्ञानं. किन्तु विपरीतरीत्या न वक्तुं शक्यते, यत्र यत्र जलं तत्र तत्र मीनाः इति न वक्तुं शक्यते, तादृश आवश्यकता नास्ति, अपि च तादृशम् अस्माभिः न दृष्टं। जलं विना इदानीम् अस्माकं गृहे यः घटः अस्ति तस्मिन् विद्यमानजले मीनाः न सन्ति, यदि सन्ति तस्य पानं न कुर्मः खलु, तर्हि विपरीतरीत्या नास्ति, किन्तु यत्र यत्र मीनाः सन्ति तत्र जलम् अस्ति एव इति कृत्वा जलम् इदानीं व्यापकः भवति, मीनाः व्याप्याः भवन्ति इति तु सत्यं। तर्हि इदानीम् एतद् व्याप्तिज्ञानम् अस्ति, किन्तु तद् व्याप्तिज्ञानं स्वीकृत्य इदानीं पर्वते वह्निः अस्ति इति न वक्तुं शक्यते इति कृत्वा परामर्शे परामर्शज्ञानस्य आकारः कथं साध्यव्याप्तहेतुमान् साध्यव्याप्यहेतुमान् पक्षः वह्निव्याप्यहेतुमान् पर्वतः। तर्हि अस्मिन् परामर्शज्ञाने पक्षधर्मताज्ञानं भवेत्। पक्षधर्मताज्ञानम् इत्युक्ते किं? धूमः पर्वते अस्ति इति तद्ज्ञानं भवेत्। अपि च अस्माकं सामान्यव्याप्तिज्ञानमस्ति खलु, इदानीमत्र व्याप्तिः कः? व्याप्तिः का? यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिः। तर्हि पक्षधर्मताज्ञानम् इति प्रथमज्ञानं, तत् स्वतन्त्रतया ज्ञातुं शक्यते प्रत्यक्षेन प्रमाणेन। व्याप्तिज्ञानम् इति द्वितीयज्ञानं, तदपि स्मरणात्मकं ज्ञानमस्ति, बहुत्र द्वयोः तत्र समान किं वक्तव्यं, तत्र समानसंस्थापनम् इत्युक्ते यत्र यत्र मीनाः सन्ति तत्र तत्र जलमस्ति, यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः इति तादृशं बहुत्र दृष्ट्वा बहवः व्याप्तयः बह्व्यः व्याप्तयः अस्माभिः निर्मिताः सन्ति इति द्वितीयव्याप्तिज्ञानमस्ति। तर्हि इदानीं परामर्शज्ञानस्य आवश्यकता का इति चेत् पक्षधर्मताज्ञानम् अपि च व्याप्तिज्ञानं द्वयं मिलित्वा एकस्मिन् ज्ञाने आनीतमस्ति परामर्शज्ञाने। वह्निव्याप्यधूमवान् पर्वतः इति वैशिष्ट्यमस्ति परामर्शज्ञानस्य। परामर्शज्ञानस्य आवश्यकता का इति चेत् पक्षधर्मताज्ञानं मयि अस्ति, अपि च बह्व्यः बह्वीनां व्याप्तीनां ज्ञानं मयि अस्ति, किन्तु तेषु एका व्याप्तिः स्वीकृत्य अपि च उचितव्याप्तिं स्वीकृत्य अपि च पक्षधर्मतां स्वीकृत्य इदानीं परामर्शः मया क्रियते, वह्निव्याप्य धूमवान् अयं पर्वतः इति परामर्शज्ञानस्य आवश्यकता अस्ति। अस्मिन् ज्ञाने एव पक्षधर्मता अपि च व्याप्तिः उचितव्याप्तिः द्वयमपि एकस्मिन् ज्ञाने मया समावेशितमस्ति। अस्तु, तर्हि इदानीं तृतीयज्ञानं जातम्। तेन परामर्शज्ञानेन इदानीम् अनुमितिः जायते। अनुमितेः आकारः कः? साध्यवान् पक्षः पर्वतः वह्निमान् इति साध्यज्ञानं जायते। साध्य केवलं साध्यज्ञानं नास्ति, साध्यं यस्मिन् पक्षे अस्ति तादृशज्ञानं। तर्हि इदानीं साध्यं साधितमस्ति, वह्निमान् पर्वतः इति अनुमितिज्ञानम्। अस्तु, पुनः वदामि, प्रथमं पक्षधर्मताज्ञानं भवेत्, धूमः पर्वते अस्ति इति ज्ञानम्। द्वितीयं व्याप्तिज्ञानं भवेत्, यत्र यत्र धूमः तत्र तत्र वह्निः इति। तदनन्तरं तृतीयज्ञानं परामर्शज्ञानं भवेत्, पक्षधर्मताज्ञानं अपि च व्याप्तिज्ञानं द्वयं मिलित्वा। अस्तु, इदानीं वह्निव्याप्य धूमवान् अयं पर्वतः इति तादृशज्ञानं यदा उत्पद्यते तदा अनुमितिः इति ज्ञानं जायते, पर्वतः वह्निमान् अत्र वह्निः अस्ति इति वह्नेः साधनं कृतम्। अस्तु, तर्हि चत्वारि ज्ञानानि कानि इति बुद्धं वा? अस्तु, बहु समीचीनम्। यदि अहं पुनः वदामि वदतु इति चेत् तत्र निश्चयेन किञ्चित् इतोपि चिन्तयित्वा वक्तव्यं, किन्तु अवगतं चेत् पर्याप्तम्। यदा इदानीं तदनन्तरं करपत्रं पठन्ति चेत् अपि च यद् अहं प्रेषयिष्यामि अग्रे वर्गस्य अनन्तरं वर्ड् डाक्युमेण्ट् तत् पश्यन्ति चेत् मनसि संस्थापयितुं शक्यते, किन्तु अवगतं चेत् पर्याप्तं भवति. अस्तु, चत्वारि ज्ञानानि कानि इति अस्माभिः अधीतम्. इदानीं तृतीयविषयः. महोदय, अत्र तर्हि एतत् ज्ञानानि एक एक एकानन्तरं द्वितीयम् अपि च अनन्तरं तृतीयम् अनन्तरमेव अनुमिति ज्ञानं क्रमेण भवति. हा, क्रमेण प्रथमं पक्षधर्मता ज्ञानं भवेत्. यदि पक्षधर्मता ज्ञानं भवेत् तर्हि एव उचितव्याप्तिज्ञानं स्मरणात् अस्माभिः स्वीक्रियते खलु. अतः पक्षधर्मता ज्ञानं प्रथमं भवेत्. धूमः पर्वते अस्ति, तं दृष्ट्वा, तं धूमं दृष्ट्वा इदानीं यत्र यत्र धूमः तत्र तत्र वह्निः इति स्मरणात्मकज्ञानम् अस्माकम् आत्मनि भवति. तदनन्तरम् इदानीं द्वयोः मेलनं कृत्वा परामर्शज्ञानं भवति, साध्यव्याप्य हेतुमान् पक्षः. तदनन्तरम् अनुमितिज्ञानं भवति इति क्रमेण भवति. सत्यम्. अस्तु, इदानीम् अनुमानं द्विविधं. तर्हि अनुमानवाक्ये चत्वारः अंशाः भवन्ति इति अस्माभिः अधीतम्. अपि च अनुमानस्य अनुमितिज्ञानस्य तत्र चत्वारि ज्ञानानि अनुमितिज्ञानस्य इति नास्ति. चतुर्थज्ञानं तु अनुमितिः एव इति कृत्वा तत्र अनुमित अनुमानज्ञानप्राप्त्यर्थं तत्र क्रमेण चत्वारि ज्ञानानि भवन्ति इति अपि अस्माभिः अधीतम्. अपि च स च अनुमानं द्विविधं, स्वार्थं परार्थम् इति. स्वार्थम् इत्युक्ते किं? स्वस्य अर्थे अनुमानं करोमि च. इदानीम् अहमेव पश्यामि अत्र पर्वते धूमः अस्ति, अपि च मयि व्याप्तिज्ञानमपि अस्ति यत्र यत्र धूमः तत्र तत्र वह्निः इति. तदनन्तरं परामर्शः मया क्रियते, वह्निव्याप्य धूमवान् अयं पर्वतः. तदनन्तरम् अनुमितिज्ञानं मयि आत्मनि उत्पद्यते, साध्यवान् पक्षः पर्वतः वह्निमान् इति तादृशज्ञानं मयि उत्पद्यते इति. एतादृश अनुमितिज्ञानम् अस्ति स्वार्थ अनुमानम् इति. स्वार्थ अनुमानम् एतादृशप्रक्रिया यत्र जायते तस्य नाम अस्ति स्वार्थ अनुमानम् इति. एकविध अनुमानमस्ति. अस्तु, परार्थ अनुमानम् इत्युक्ते यदा मयि अनुमानज्ञानं जायते उक्तरीत्या तदनन्तरम् अन्यं प्रदर्शयामि अहम्. अस्तु, इदानीं रामः श्यामः इति द्वे व्यक्ते स्तः इति चिन्तयन्तु. रामः यजमानः, श्यामः भृत्यः. तर्हि रामः श्यामं प्रति वदति, अत्र गत्वा पर्वतं दृष्ट्वा तत्र किं जायमानमस्ति इति दृष्ट्वा मां वदन्तु इति रामः प्रेषयति इति चिन्तयतु. नो चेत् एवमेव श्यामः तत्र गच्छति. इदानीं रामः पर्वतं प्रति गन्तुम् उद्युक्तः अस्ति इति चिन्तयतु. तर्हि श्यामः बहिः गत्वा इदानीं श्यामः पश्यति पक्षधर्मता ज्ञानं तस्मिन् जातम्, धूमे पर्वते धूमः अस्ति इति. तस्य व्याप्तिज्ञानमपि अस्ति यत्र यत्र धूमः तत्र तत्र वह्निः. तर्हि इदानीं परामर्शः तेन क्रियते, वह्निव्याप्य धूमवान् अयं पर्वतः इति. तेन अनुमितिः अपि जातः तस्य श्यामस्य, साध्यवान् पक्षः पर्वतः वह्निमान् इति ज्ञानं जातम्. एतत् सर्वम् अनुभूय इदानीं ज्ञानं जनित्वा इदानीं पुनः श्यामः रामं प्रति आगच्छति. इदानीं श्यामः वदति, हे राम, पर्वतं प्रति मा गच्छ इति. किमर्थं? तत्र वह्निः अस्ति, कथं वा भवता ज्ञातम्? तर्हि तस्य स्वस्य अनुमानस्य रामं प्रति सः संस्थापयति, तदेव परार्थम्. तस्य रामस्य अर्थे इदानीम् अनुमानं कारयति. कथम् इति चेत् तत्र पञ्चवाक्यानि श्यामेन प्रयुक्तानि भवन्ति. कं प्रति? रामं प्रति. अस्तु, तत्र पञ्चवाक्यानि भवन्ति. तानि कानि इति चेत् प्रथमं प्रतिज्ञावाक्यम्। अस्तु, इदानीं श्यामः उक्तः रामं प्रति, मा गच्छ, पर्वतं प्रति मा गच्छ, किमर्थम् इति रामः पृच्छति। तर्हि प्रथमं प्रतिज्ञावाक्यं वदति श्यामः, पर्वतः वह्निमान्। तत् कथं श्यामेन कथं ज्ञातं? स्वार्थ अनुमानेन पर्वतः वह्निमान् इति अनुमानज्ञानम्, अनुमितिज्ञानं प्राप्तम्। श्यामस्य आत्मनि इदानीं पर्वतो वह्निमान् इति ज्ञानम् अस्ति, अनुमितिज्ञानमस्ति। तद् वदति प्रतिज्ञावाक्यरूपेण रामं प्रति वदति श्यामः, पर्वतः वह्निमान् इति। तर्हि इदानीं रामः पृच्छति, कुतः, कथं वा भवता ज्ञातं पर्वतः वह्नि अस्ति इति, भवता दृष्टं वा इति रामः पृच्छति। न, पुनः श्यामः वदति धूमवत्वात् इति वदति, पर्वतः वह्निमान् इति प्रतिज्ञावाक्यम्, अतः भवान् मा गच्छ इति। कथं भवता ज्ञातम् इति चेत् धूमवत्वात् इति वदति श्यामः, तदेव हेतुवाक्यं, द्वितीयवाक्यमस्ति हेतुवाक्यम्। तर्हि पुनः रामः पृच्छति, पर्वते धूमः अस्ति चेत् कथं वा भवान् वह्निमान् इति वदति, तत् कथं ज्ञातम् इति रामः पृच्छति श्यामम्। अस्तु, तर्हि इदानीं तृतीयवाक्यं वदति श्यामः, उदाहरणवाक्यं, यो यो धूमवान् सः सः वह्निमान् यथा महानसम् इति तृतीयवाक्यम् अस्ति, उदाहरणवाक्यं, यो यो धूमवान् सः सः वह्निमान् यथा महानसम्। तत्र भवान् हे भो राम, भवान् दृष्टवान् खलु महानसे यत्र यत्र धूमः अस्ति तत्र कारणत्वेन वह्निः अस्ति, धूमस्य कारणत्वेन वह्निः अस्ति इति भवता दृष्टं खलु। तर्हि यो यो धूमवान् सः सः वह्निमान् इति उदाहरणत्वेन तत्र यथा महानसम् इति उदाहरणं स्वीकृत्य अत्र व्याप्तिः अपि वदति, यो यो धूमवान् सः सः वह्निमान् इति व्याप्तिः अपि वदति उदाहरणेन सह। तर्हि तृतीयवाक्यस्य नाम अस्ति उदाहरणवाक्यम्। अस्तु, पुनः रामः पृच्छति, भवतु महानसे तादृशम् अस्ति, इदानीम् अस्माकम् अहं तु इदानीं पर्वतं प्रति गच्छन् अस्मि खलु, किमर्थम् एतादृशं वदति मा गच्छ इति पुनः रामः पृच्छति। अतः चतुर्थवाक्यमपि श्यामः वदति, किं वाक्यं? तथा च अयं यथा महानसं, यथा महानसे धूमः अपि अस्ति वह्निः अपि अस्ति तथा पर्वते धूमः अस्ति इत्यतः अत्रापि वह्निः अस्ति, अतः मा गच्छ इति चतुर्थवाक्यं वदति। तथा च अयम् इति वाक्यं, तस्य नाम अस्ति उपनयवाक्यम्। अस्तु, उपनयवाक्यं वदति श्यामः, तदनन्तरं पञ्चमवाक्यम् अपि वदति, तस्मात् तथा इति निगमनवाक्यं, तस्मात् धूमवत्वात् एषः पर्वतः वह्निमान् तत्र वह्निः अस्ति इति निगमनवाक्यम् अपि श्यामः वदति। तेन निगमनवाक्येन इदानीं श्यामस्य रामस्य आत्मनि ज्ञानं जातं, पर्वतः वह्निमान् इति। तर्हि स्वार्थानुमाने परार्थानुमाने कः भेदः इति द्रष्टव्यं। स्वार्थानुमाने चत्वारि ज्ञानानि भवन्ति, किन्तु परार्थानुमाने पञ्चानि वाक्यानि भवन्ति, प्रत्येकं वाक्येन तत्र ज्ञानम् उत्पद्यते, किन्तु इदानीं तत् शाब्दज्ञानम् इति नास्ति, स्वार्थ अनुमानं कृत्वा तद् आधारीकृत्य एतानि वाक्यानि रचितानि इत्यतः यद्यपि तत्र रामस्य मनसि शाब्दबोधः एव जायते तथापि अत्र कीदृशज्ञानम् इति चेत् शाब्दज्ञानम् इति न वक्तव्यम्, किन्तु अनुमानज्ञानम् अनुमितिः एव जायते रामः मनसि इति बोधः। अस्तु, अत्र किञ्चित् चिन्तयामः। इदानीं वेदान्त उपनिषदि तत्त्वमसि इति वाक्यमस्ति, तत्तु शाब्दज्ञानमस्ति, तस्यापि श्रवणेन, तत् शिष्येन तस्य वाक्यस्य श्रवणेन तस्मिन् आत्मनि इदानीं ज्ञानं जायते, अहं ब्रह्मास्मि इति ज्ञानम्। तर्हि तत्र शाब्दज्ञानमिति अङ्गीकुर्मः, किन्तु अत्र किमर्थम् अनुमानज्ञानम्? अत्रापि वाक्यं श्रुत्वा, वाक्यानि श्रुत्वा एव रामस्य मनसि ज्ञानं जातम् इति चेत्, तत्र इदानीं तत्त्वमसि इति यत्र उपनिषदि उक्तमस्ति तत् अनुमानेन प्राप्तं ज्ञानं नास्ति, साक्षात् उपनिषद् वदति तत्त्वमसि इति, तत्र अनुमानेन प्राप्तज्ञानं नास्ति। यद्यपि उपनिषद् वदति तथापि उपनिषद् ज्ञानं केन प्राप्तं, कथं प्राप्तं, केन प्राप्तं, केन प्राप्तं अथवा कथं प्राप्तम्? उपनिषद् स्वस्य ज्ञानं कथं प्राप्तम् इति चेत् अनुमानेन वा इति चेत् ज्ञा उपनिषद् ऊहां न करोति, साक्षात् वदति। अतः एव उपनिषद् प्रमाणत्वेन स्वीक्रियते। यद्यपि शाब्दरूपमस्ति तस्य, तथापि प्रमाणं मूलप्रमाणमस्ति। तत्त्वमसि इत्यस्मिन् वाक्ये यद् उक्तमस्ति तद् ज्ञानम् अन्येन प्रमाणेन, इत्युक्ते प्रत्यक्षेण दृष्ट्वा उपनिषद् वदति वा तत्त्वमसि इति? न। अपि च अनुमानेन वदति वा? न। उपमानेन वदति वा? न। अर्थापत्या वदति वा? न। अनुपलब्ध्या वदति वा? न। केवलम् अत्र साक्षात् यत् यदस्ति तत् यथा अयं घटः इति चक्षुरिन्द्रियेण ज्ञायते प्रत्यक्षज्ञानम्, अयं घटः इति ज्ञानं साक्षात् प्रत्यक्षेण ज्ञायते। चक्षुः कथं ज्ञातम् अयं घटः? चक्षुषा एव एतत् ज्ञानं प्राप्यते। किन्तु चक्षोः ज्ञानं कथं जातम् इति चेत् तदेव प्रमाणम्। प्रमाणस्य तादृशस्वभावः अस्ति येन ज्ञानं जायते। तर्हि चक्षुः कथं ज्ञानमिति न प्रष्टव्यमेव। यदि तादृशं पृच्छति तर्हि प्रमाणस्य स्वरूपं तैः न अवगतम् इति जातम्। एवमेव वेदः प्रमाणम् इति वदामश्चेत् तर्हि वेदः कथं ज्ञातम्, केन ज्ञातं, कस्मात् ज्ञातम् इति तादृशप्रश्नः न करणीयः। वेदः प्रमाणम्, अपि च स्वतः प्रामाण्यमस्ति तस्मिन्, स्वेन ज्ञायते, तदेव तस्य लक्षणमस्ति, स्वरूपलक्षणम्। प्रमाणस्य स्वरूपलक्षणं किम् इति चेत् येन ज्ञानं जायते तदेव प्रमाणम्। तर्हि एतादृशं वदामश्चेत् पुनः प्रमाणस्य ज्ञानं कथं भवति इति न प्रष्टव्यम्। यदि पृच्छति पूर्वं यद्मया उक्तं येन ज्ञायते तत् प्रमाणम् इति वाक्यस्य अर्थबोधः न जातः, तर्हि पुनः प्रथमवाक्यमेव अहं वदामि, भोः इदानीमेव मया उक्तं खलु येन ज्ञायते तत् प्रमाणम् इति। अस्तु, तर्हि अत्र पञ्चवाक्यानि उक्तानि, तत्र शब्दरूपेण एव उक्तानि, तथापि एतज्ज्ञानं शाब्दज्ञानं नास्ति किन्तु अनुमानज्ञानम्। अनुमानेन एव श्यामः ज्ञात्वा रामं वदति तावदेव। चक्षुषा पर्वते धूमः अति इति दृष्ट्वा, चक्षुषा महानसे धूमः अस्ति अपि च वह्निः अस्ति, हवने अपि धूमः अस्ति वह्निः अस्ति इति बहुत्र चक्षुषा दृष्ट्वा इदानीं व्याप्तिः तेन संस्थापितं। व्याप्तिज्ञानं कथं जातम् इति चेत् तस्य आधारः अस्ति चाक्षुषप्रत्यक्षज्ञानम्। किन्तु प्रत्यक्षेन किं ज्ञायते? धूमः अस्ति इति एव ज्ञायते, वह्निः अस्ति इति एव ज्ञायते, यत्र यत्र धूमः अस्ति तत्र सर्वत्र वह्निः अस्ति इति तादृशज्ञानं प्रत्यक्षेन न ज्ञायते. तद् आधारीकृत्य वयमेव तत्र व्याप्यव्यापकभावः अस्ति इति अवगम्य एतादृशव्याप्ति व्याप्तिः अस्माभिः संस्थापितं, यत्र यत्र धूमः तत्र तत्र वह्निः इति. अतः एव अत्र स्मरणात्मकं ज्ञानम् इति उक्तम्. अस्तु, इतोपि किञ्चित् तत्र इदानीं मिलित्वा वदामि अहं वेदान्तम् अपि च न्यायम्. अत्र प्रत्यक्षप्रमाणं मूलप्रमाणमस्ति अस्ति, किन्तु अनुमानप्रमाणं प्रत्यक्षप्रमाणं विना अनुमानं यदा कदापि न शक्यते इति कृत्वा गौणप्रमाणमस्ति अनुमानादयः. अनुमानं वा उपमानं वा शब्दः वा, यदि अहं वदामि इदानीं पञ्चवाक्यानि श्यामेन उक्तानि सन्ति रामं प्रति, यदि रामः तानि वाक्यानि न श्रुतवान् तर्हि तस्मिन् अनुमितिज्ञानं न भवति. तर्हि तत्रापि प्रत्यक्षश्रोत्रेन्द्रियेण तेषां वाक्यानां ज्ञानं भवेत्, तर्हि तत्रापि प्रत्यक्षज्ञानस्य आवश्यकता अस्ति इति कृत्वा. किन्तु प्रत्यक्षज्ञानस्य किमपि अपेक्षा अस्ति वा? अन्यं प्रमाणम् आधारीकृत्य प्रत्यक्षप्रमाणं तस्य ज्ञानम् उत्पद्यते वा इति चेत् न. यदा चक्षोः उद्घाटनं कुर्मः तदा मम पुरतः यत्किमपि, चक्षोः पुरतः यत्किमपि अस्ति, तस्य ज्ञानं कारयेत् एव चक्षुः, अनिवार्यः. अतः एव वेदान्ते एतदपि वदन्ति ज्ञानं पुरुषवस्तुतन्त्रम् इति. इत्युक्ते चक्षुः उन्मीलितः अस्ति, अपि च मम पुरतः किमपि विषयः अस्ति, घटः, तर्हि मयि ज्ञानं जायत्येव अत्र अनिवार्यः अस्ति. अपि च कीदृशज्ञानम् इति चेत् घटभूतज्ञानं, घटविषयकज्ञानम्, एतदेव उक्तं, घटविषयकज्ञानमेव जायते. किन्तु इदानीं मम इच्छा कस्मिन् विषये अस्ति, मया गजः द्रष्टव्यः इति इच्छा अस्ति, तर्हि इदानीं मम पुरतः घटः अस्ति चेत् तत्र गजं द्रष्टुं शक्यते वा? न. घटः अस्ति चेत् घटविषयज्ञानमेव जायते, न तु गजविषयकज्ञानम्. इत्यतः ज्ञानं विषयस्य अधीनमस्ति. अतः एव नैयायिकाः वदन्ति ज्ञानं विषयतासम्बन्धेन विषये अस्ति इति. अस्तु, तर्हि अनुमानज्ञानं प्रत्यक्षज्ञानेन जायते. अपि च अत्र पञ्चवाक्यानि श्यामेन उक्तानि सन्ति, तेन यद्यपि एतानि वाक्यानि शब्दात्मकानि सन्ति तथापि अत्र इदानीं रामस्य मनसि यद् ज्ञानं जायते, आम् अयं पर्वतः वह्निमान्, तत्र वह्निः अस्ति इति, तादृशज्ञानं कीदृशम् इति चेत् अनुमानज्ञानं, तस्य नाम अस्ति अनुमितिः. अस्तु, एतावत्पर्यन्तं मया तृतीयसोपानमपि उक्तं. तर्हि स्वार्थानुमानं परार्थानुमानं, स्वार्थानुमाने चत्वारि ज्ञानानि भवन्ति, परार्थानुमाने पञ्च वाक्यानि भवन्ति इति मया उक्तम्. एतावत् प्रश्नः अस्ति वा, बुद्धं वा? कोऽपि वदतु. बहु समीचीनम्. अस्तु अस्तु, इतोपि इदानीं चतुर्थबिन्दुः. अत्र व्याप्तिः अस्माभिः उक्तं खलु, यत्र यत्र धूमः तत्र तत्र वह्निः इति. तादृशव्याप्तेः तत्र द्वैविध्यमस्ति, अन्वयव्याप्तिः, व्यतिरेकव्याप्तिः. अन्वयव्यतिरेक इति पदम् अस्माकं परिचितपदमेव, पूर्वमस्माभिः दृष्टम् अन्वयसहचारः, व्यतिरेकसहचारः, अन्वयव्यभिचारः, व्यतिरेकव्यभिचारः इति कारणकार्यभावनिरूपणाय एतत् सर्वम् अस्माभिः अधीतम्. यत्र यत्र कार्यसत्त्वे सारि कारणसत्त्वे कार्यसत्त्वम् इति अन्वयसहचारः, कारण अभावे कार्य अभावः इति व्यतिरेकसहचारः, कार्यसत्त्वे कार्य कारणसत्त्वे कार्य अभावः इति अन्वयव्यभिचारः, कारण असत्त्वे कार्यसत्त्वः इति व्यतिरेकव्यभिचारः इति अन्वयः व्यतिरेकः इति अस्माभिः दृष्टम्। अन्वयः इत्युक्ते अफर्मेटिव्, व्यतिरेकः इत्युक्ते नेगेटिव्, तद् मनसि संस्थापयतु। अस्तु, इदानीम् अन्वयव्याप्तिः व्यतिरेकव्याप्तिः इत्यस्मिन् विषये अवगमनम्। अस्तु, अन्वयव्याप्तिः इत्युक्ते किं? हेतुसाध्ययोः मध्ये यः सम्बन्धः अस्ति तदेव अन्वयव्याप्तिः। यत्र यत्र यत्र हेतुः पक्षं विहाय, अस्तु तस्मात् पूर्वम् अहं वदामि, पर्वतो वह्निमान् धूमात् यथा महानसम् इत्यत्र धूमः पर्वते लभ्यते, महानसे च, एकनिमिषं किञ्चित् परिवर्तनीयमस्ति मम, एकनिमिषं, यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयव्याप्तिः, यत्र यत्र धूमः तत्र तत्र वह्निः इति अफर्मेटिव् अस्ति। अस्तु, अन्वयव्याप्तिः कुत्र भवितुम् अर्हति? अन्वयव्याप्तेः आकारः किम् इति इदानीम् अस्माभिः दृष्टं, यत्र यत्र व्याप्तिः, यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र हेतुः तत्र तत्र साध्यम्, धूमः हेतुः वह्निः साध्यम्, यत्र यत्र धूमः तत्र तत्र वह्निः, तत्र सामान्यरीत्या वदामश्चेत् यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अन्वयव्याप्तिवाक्यस्य आकारः अस्ति। अस्तु, अन्वयव्याप्तिः कुत्र वक्तुं शक्यते इति प्रश्नः। यत्र हेतुः पक्षं विहाय अन्यत्र लभ्यते तत्र अन्वयव्याप्तिः भवति। यत्र हेतुः पक्षं विहाय, अत्र हेतुः कः? धूमः। पक्षः कः? पर्वतः। यत्र हेतुः पक्षं विहाय, यत्र धूमः पर्वतं विहाय, अन्यत्र, अन्यत्र यत्र कुत्रापि लभ्येत तर्हि तत्र अन्वयव्याप्तिः कर्तुं शक्यते। अस्तु, इदानीं हेतुः धूमः अस्ति, पक्षः अस्ति पर्वतः, धूमः पर्वतं विहाय महानसे अपि लभ्यते खलु, धूमः महानसे अपि धूमः दृश्यते, यत्र हवनं जायमानमस्ति तत्रापि धूमः दृश्यते इति बहुषु स्थलेषु धूमस्य विद्यमानत्वात् धूमः इति हेतोः अन्वयव्याप्तिः भवितुम् अर्हति इति अत्र उक्तं। पर्वतः वह्निमान् धूमात् यथा महानसः, अत्र धूमः पर्वते लभ्यते महानसे च, धूमः वह्निं विना, धूमः वह्निं विना नास्ति, पर्वतं विना अन्येषु पक्षेषु लभ्यते। इति अन्वयव्याप्ति वा? इति अन्वयव्याप्तिः, अन्वयव्याप्तिः, अन्वयव्याप्तेः आकारः कथं? यत्र यत्र धूमः तत्र तत्र वह्निः इति आकारः, यत्र यत्र हेतुः तत्र तत्र साध्यम्। किन्तु अन्वयव्याप्तिः कुत्र कर्तुं शक्यते इति इदानीं चिन्तनम्। अन्वयव्याप्तिः सर्वत्र वक्तुं शक्यते वा इति चेत् कुत्रचित् न वक्तुं शक्यते। अस्तु, तत् किम् इति अग्रे पश्येम। किन्तु इदानीम् अन्वयव्याप्तिः कुत्र भवितुं, कुत्र अन्वयव्याप्तिः वक्तुं शक्यते इति चेत् यत्र हेतुः केवलम् एकस्मिन् पक्षे एव लभ्यते इति नास्ति। धूमः केवलं पर्वते एव नास्ति, महानसे अपि अस्ति, हवने अपि अस्ति इति, बहुत्र धूमः लभ्यते इत्यतः तादृशसन्दर्भेषु यत्र धूमः केवलं पक्षे एव न लभ्यते बहुषु स्थलेषु हेतुः लभ्यते तादृशस्थले अन्वयव्याप्तिः कर्तुं शक्यते. अस्तु, तर्हि इतोपि इदानीं व्यतिरेकव्याप्तिः विषये अहं वदामि चेत् इतोपि गभीर अवगमनं भवति. तत् कः इति चेत् यत्र हेतुः केवलं पक्षे एव लभ्यते अन्यत्र यदा कदापि न लभ्यते तत्र व्यतिरेकव्याप्तिः एव भवितुम् अर्हति. उदाहरणं किम्? अस्तु, अत्र वाक्यमस्ति वह्निः उष्णः वह्नित्वात्. अस्तु, इदानीं वह्निः इति पक्षः, उष्णः इति साध्यं, वह्नित्वात् इति हेतुः अस्मिन् वाक्ये. इतोपि तत्र दृष्टान्तः अपि अस्ति, तद् अनन्तरं वदामि. इदानीं यद्यपि प्रत्येकम् अनुमानवाक्ये चत्वारः अंशाः भवेत्, पक्षः, साध्यं, हेतुः, उदाहरणम् इति चत्वारः अंशाः भवेत्. इदानीं तत्र त्रयः अंशाः एव मया उक्ताः. अत्र अनुमानवाक्यं किं? वह्निः उष्णः वह्नित्वात्. अत्र वह्निः इति पक्षः, उष्णः इति साध्यं, वह्नित्वात् इति हेतु. अस्तु, अत्र हेतुः वह्नित्वात् इति लेखनीयं वा वह्नित्वत्व वह्नित्वात्? अस्तु, वह्नित्वात् इति एव लिखामः, किन्तु अहं वदामि वह्निः उष्णः वह्नित्वात् इति अनुमानवाक्यम्. इदानीं हेतुः अत्र कः? हेतुः सर्वदा पञ्चम्या विभक्त्या भवति, तर्हि वह्नित्वात् इति हेतुः. वह्नित्वात् इति हेतुः कथम् अवगन्तव्यं? वह्नित्वं वह्नित्वत्वात् इति अवगन्तव्यं. वह्नित्वत्वात् वह्नित्वं कुत्र लभ्यते? वह्नित्वम् इति एव हेतुः. यथा धूमः हेतुः तथा वह्नित्वम् इति एव हेतुः. अत्र वह्नित्वात् इति लिखितमस्ति खलु. वह्नित्वात् इति कस्य प्रातिपदिकस्य पञ्चमी इति चेत् वह्नित्वं वह्नित्व इति अकारान्तःप्रातिपदिकस्य पञ्चमीविभक्तिरूपमस्ति वह्नित्वात् इति. तर्हि वह्नित्वं कुत्र लभ्यते? केवलं वह्नौ एव लभ्यते खलु. वह्नौ लभमानजातिः अस्ति वह्नित्वं, केवलं पक्षे एव लभ्यते. वह्निः इति पक्षः, वह्नित्व इति हेतुः. अस्मिन् अनुमानवाक्ये वह्नित्वम् इति हेतुः केवलं पक्षे एव लभ्यते, अन्यत्र यत्र कुत्रापि न लभ्यते. किन्तु पूर्वस्मिन् वाक्ये पर्वतः वह्निमान् धूमात् इत्यत्र धूमः केवलं पर्वते लभ्यते इति न, महानसे अपि लभ्यते, हवने अपि लभ्यते, बहुषु स्थलेषु धूमः लभ्यते. किन्तु वह्निः उष्णः वह्नित्वात् इत्यस्मिन् अनुमानवाक्ये यदि एतादृश अनुमानवाक्यं वदामः तर्हि अस्मिन् अनुमानवाक्ये वह्नित्वम् इति हेतुः केवलं पक्षे एव लभ्यते इति. अस्तु, अत्र इदानीं व्याप्तेः आकारः किम् इति मया न उक्तम्. व्यतिरेकव्याप्तेः विषये चिन्तनं जायमानमस्ति. तत्र केवलम् अनुमानवाक्यं मया उक्तं, तत्रापि सम्पूर्णतया मया उक्तं, केवलं त्रयः अंशाः एव उक्ताः मया, वह्निः उष्णः वह्नित्वात् इति अनुमानवाक्यमस्ति. अस्तु, अस्मिन् अनुमानवाक्ये तत्र व्याप्तिः कथं भवति, व्याप्तेः आकारः कथं भवति इति चेत् अन्वयव्याप्तेः आकारः कथमासीत्? यत्र यत्र हेतुः तत्र तत्र वह्निः, यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अन्वयव्याप्तेः आकारः आसीत्. किन्तु व्यतिरेकव्याप्तेः आकारः कथं भवति इति चेत् विपरीतरीत्या भवति, विपरीतरीत्या भवति। कथं भवति? यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति भवति। अस्तु, पुनः वदामि, अन्वयव्याप्ति, अन्वयव्याप्तेः आकारः एवं भवति, यत्र यत्र धूमः यत्र यत्र हेतुः तत्र तत्र साध्यम् इति, तदेव अन्वयव्याप्तेः आकारः भवति। अपि च अन्वयव्याप्तिः कुत्र कर्तुं शक्यते इति चेत्, यत्र हेतुः पक्षं विहाय अन्यत्र लभ्यते चेत्, लभ्येत, तत्र एतादृश अन्वयव्याप्तिः कर्तुं शक्यते। किन्तु केचन कानिचन स्थलानि सन्ति यत्र हेतुः केवलं पक्षे एव लभ्यते, अन्यत्र यत्र कुत्रापि न लभ्यते, तत्र तादृशसन्दर्भे अन्वयव्याप्तिः न कर्तुं शक्यते एव। यत्र यत्र वह्नित्वं तत्र तत्र वह्निः इति वदनेन को लाभः? तद्वयं पूर्वमेव ज्ञातवन्तः खलु, वह्नित्वम् इति जातिः केवलं वह्ने एव लभ्यते। एतादृश अनुमान अन्वयव्याप्तेः प्रयोजनं किमपि नास्ति इति कृत्वा, तत्र सिद्धवस्तुः अस्ति तत्, इदानीमेव तत्र व्याप्यव्यापकभावम् इत्येतादृशं दृष्ट्वा व्याप्तिज्ञानम् अत्र संस्थापनीयमिति नास्ति। यस्मिन् गोत्वम् अस्ति तदेव गौः, यस्मिन् वह्नित्वम् अस्ति तदेव वह्निः इति वदामश्चेत् तत्र इदानीं व्याप्तेः आवश्यकता का? तदेव लक्षणमस्ति खलु। इति कृत्वा यत्र हेतुः केवलं पक्षे एव लभ्यते, अन्यत्र यदा यत्र कुत्रापि न लभ्यते, तादृशसन्दर्भे अन्वयव्याप्तिः अन्वयव्याप्ति कुर्मश्चेत् कर्तुं शक्यते, यत्र यत्र वह्नित्वं तत्र तत्र वह्निः इति वक्तुं शक्यते। तत्र वाक्ये किमपि क्लेशः नास्ति, किन्तु तस्य प्रयोजनं किमपि नास्ति। किमर्थं? वह्नेः लक्षणमेव वह्नित्वं खलु। अपि च वह्नित्वं वह्नेः अस्ति इति प्रत्यक्षेण ज्ञायते इति अस्माभिः अधीतं पूर्वमेव। एकं गां दृष्ट्वा, प्रथमतया मम पौत्रः गां दृश्यति, तर्हि अहं वदामि एषा गौः इति, तेन तस्य ज्ञातं, तेन ज्ञातमस्ति एषा गौः इति। इदानीं वीत्यां सः गच्छति, नूतनगौः आगच्छति, तत्र अहं तत्र नास्मि, अपि च कोऽपि तं न वदति एषा गौः इति, तथापि एषा गौः इति सः वदति। कथम् इति चेत्, यस्मिन् समये गोः ज्ञानं तेन प्राप्तं तस्मिन्नेव समये तस्मिन् विद्यमानगोत्वमपि तेन ज्ञातम् इत्यतः एव द्वितीयसन्दर्भे गोत्वं दृष्ट्वा अयं गौः एषा गौः इति सः वदति। तर्हि गोत्वं प्रत्यक्षेन ज्ञायते इति नैयायिकानां मतमस्ति। इत्यतः अस्मिन् सन्दर्भे यत्र हेतुः केवलं पक्षे एव लभ्यते, तादृशसन्दर्भे अन्वयव्याप्ते व्याप्तिं कर्तुं शक्यते, यत्र यत्र गोत्वं तत्र तत्र गौः इति वक्तुं शक्यते, किन्तु तेन किमपि प्रयोजनं नास्ति। तर्हि अत्र भिन्नरीत्या वक्तव्यम्, अत्र व्यतिरेके व्याप्तिः वक्तव्यम्। अपि च व्यतिरेकव्याप्तेः आकारः कथं भवति इति चेत्, यत्र यत्र साध्यं नास्ति, अत्र यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति न वक्तव्यम्। अन्वयव्याप्तेः आकारः कः? यत्र यत्र हेतुः तत्र तत्र साध्यम्। तर्हि व्यतिरेकः, यत्र यत्र साध्यं यत्र यत्र हेतुः नास्ति तत्र तत्र साध्यं नास्ति इति न, तत्र वैपरीत्यं करणीयमस्ति। यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति व्यतिरेकव्याप्तेः आकारः भवति। एतावत् बुद्धं वा? अस्तु, समीचीनम्। अस्तु, वह्निः उष्णः वह्नित्वात्। अस्तु, इदानीम् इतोपि किञ्चित् वक्तव्यमस्ति। दृष्टान्तः वक्तव्यः खलु, दृष्टान्तः वक्तव्यः। दृष्टान्तं विना अनुमानवाक्यं सम्पूर्णं न भवति, चत्वारः अंशाः भवेयुः एव। अस्तु, तर्हि अन्वयव्याप्तिस्थले कीदृश उदाहरणं वदामः? अत्र पर्वतो वह्निमान् धूमात् यथा महानसम्, यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम्। अस्तु, इदानीं सम्पूर्ण अन्वय अनुमानवाक्यं न स्वीकुर्मः, केवलं अत्र तृतीयवाक्यम् आसीत् खलु, उदाहरणवाक्यं, यो यो धूमान् सह सह वह्निमान् यथा महानसम् इति उक्तम् उदाहरणवाक्यं परार्थानुमाने। अस्तु, तत्र व्याप्तिः, अन्वयव्याप्तिः अस्ति, अपि च दृष्टान्तः कीदृशः इति चेत् अन्वयदृष्टान्तः अस्ति। व्याप्तिः अपि अन्वयव्याप्तिः, दृष्टान्तः अपि अन्वयदृष्टान्तः। अन्वयदृष्टान्तः इत्युक्ते किम्? अत्र दृष्टान्तः कः? महानसम् एव दृष्टान्तम्। तर्हि तत्रापि यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र धूमः तत्र तत्र वह्निः इत्येव अस्माकं व्याप्तिः अस्ति। स च व्याप्तिः अन्वयव्याप्तिः अस्ति, अपि च तस्य अन्वयव्याप्तेः उदाहरणत्वेन अन्वयदृष्टान्तः वक्तव्यः। तादृशव्याप्तिः यत्र लभ्यते तादृशदृष्टान्तः वक्तव्यः भवति। यथा महानसं, तर्हि यथा महानसम् इति अन्वयदृष्टान्तः अस्ति। अन्वयदृष्टान्तः कुत्र भवति? अन्वयव्याप्तेः भवति, तत्रैव अत्र अन्वयदृष्टान्तः भवितुमर्हति। तद् ऊहामपि कर्तुं शक्यते, अन्वयव्याप्तिः कुत्र वक्तुं शक्यते? यत्र हेतुः केवलं पक्षेन लभ्यते, अन्यत्रापि लभ्यते, तत्रैव अन्वयव्याप्तिः कर्तुं शक्यते इत्यतः। इदानीं हेतुः अन्यत्र लभ्यते इत्यतः तत्र उदाहरणत्वेन अन्यत् किमपि वक्तुं शक्यते, महानसः, तत्रापि धूमः अस्ति, तत्रापि वह्निः अस्ति इति। अस्तु, तर्हि एतावत् प्राप्तम् अस्माभिः, यत्र हेतुः केवलं पक्षं विना अन्यत्र बहुषु स्थलेषु लभ्यते तत्र अन्वयव्याप्तिः भवितुमर्हति। यत्र अन्वयव्याप्तिः वदामः तत्र अन्वयदृष्टान्तः अपि भवितुमर्हति, अन्वयदृष्टान्तः एव वक्तव्यः अस्ति तत्र अनुमानस्य निरूपणार्थं यथा महानसम् इति। अस्तु, इदानीं व्यतिरेकव्याप्तिस्थले कीदृशदृष्टान्तः वक्तव्यः? अस्तु, पश्यतु, अत्र व्यतिरेकव्याप्तेः आकारः कः? यत्र यत्र साध्यं नास्ति, यत्र यत्र साध्याभावः तत्र तत्र हेतु अभावः, इत्युक्ते यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति वक्तव्यं, तदेव व्यतिरेकव्याप्तेः आकारः। तस्य उदाहरणत्वेन किं द्रष्टुं, किं किं दातुं शक्यते इति चेत्, अत्र अन्वयवाक्यस्य अनुमानवाक्यस्य रूपम् एतादृशं भवति। इदानीं चतुर्थ अंशः अहं योजयामि, यन्नैवं तन्नैवं यथा जलम्, यथा जलम् वह्निः उष्णः वह्नित्वात्। यथा जलम् इति मया उक्तम्, पश्यन्तु, वह्निः उष्णः, अत्र वह्निः इति पक्षः, उष्णः इति साध्यं, वह्नित्वात् इति हेतुः, उदाहरणं किं? यथा जलं, हे जले उष्णः एव नास्ति, शीतस्पर्शवान् जलं खलु, उष्णः एव नास्ति, कथं वा तस्य उदाहरणत्वेन अहं वदामि? अतः यथा जलम् इत्यस्मात् पूर्वं किञ्चित् योजितं, यन्नैवं तन्नैवं, यत् न एवं तत् न एवम् इति। यथा वह्नौ उष्णः अस्ति तथा अन्यत्र नास्ति यथा जलम्। यदि अन्यत्र उष्णः लभ्यते यत्र वह्निः नास्ति, तर्हि इदानीम् अत्र अनुमानं नष्टः भवति खलु, वह्निः उष्णः वह्नित्वात् इति अनुमानं न कर्तुं शक्यते. किमर्थम्? इदानीम् उष्णः अन्यत्र लभ्यते इत्यतः. तर्हि इदानीं वह्नित्वम् इति हेतुः केवलं पक्षे वह्नौ एव लभ्यते इत्यतः अत्र उदाहरणत्वेन अन्यत् किमपि न वक्तुं शक्यते. अतः एव अत्र व्यतिरेके व्याप्तिः उक्तः. यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति इति व्याप्तिः, व्यतिरेकव्याप्तिः उक्तः. तत्र उदाहरणत्वेन अन्वय उदाहरणं न दातुं शक्यते. किं द्रष्टव्यं, किं दातव्यं तत्र? व्यतिरेकदृष्टान्तमेव दत्तव्यं, दातव्यं. व्यतिरेकदृष्टान्तः किं? यथा जलं. जले किमस्ति? साध्यं नास्ति, हेतुः अपि नास्ति. जलं साध्यं नास्ति इदानीम्, अपि च तस्मिन् हेतुः अपि नास्ति. साध्यम् अस्मिन् उदाहरणे, अस्मिन् अनुमानवाक्ये, अनुमानवाक्यं पुनः वदामि, वह्निः उष्णः वह्नित्वात् इति. अत्र साध्यं किम्? उष्णः. जलम् उष्णं नास्ति. यत्र यत्र साध्यं नास्ति तत्र तत्र हेतुः नास्ति. जले वह्नित्वमपि नास्ति इति कृत्वा जले वह्नित्वस्य अभावात् जले उष्णं नास्ति इति अत्र व्यतिरेकव्याप्तिः, व्यतिरेकदृष्टान्तः. इदानीं किञ्चित् जाटिल्यं जातं, नेस्टेड् इव अत्र आगत्य किञ्चित् जाटिल्यं जातं, किन्तु अवगन्तुं शक्यते एव. किञ्चित् सावधानतया अवगन्तव्यमस्ति. अस्तु, तर्हि केवलं अत्र तर्हि इदानीं पञ्चमबिन्दुः अपि अस्माभिः अधीतं. दृष्टान्तः द्विविधः, व्यतिरेकदृष्टान्तः, अन्वयदृष्टान्तः इति अस्माभिः अधीतम्. अस्तु, तर्हि कुतः आरभ्य कियत्पर्यन्तम् अस्माभिः आगतम् इति चेत् अनुमानम् इति प्रमाणम्. अनुमानवाक्ये, प्रत्येकम् अनुमानवाक्ये चत्वारः अंशाः भवेयुः, अपि च प्रत्येकम् अनुमाने चत्वारि ज्ञानानि भवन्ति. अनुमानं द्विविधं, स्वार्थं परार्थं च. स्वार्थे चत्वारि ज्ञानानि भवन्ति, तत्र चतुर्थज्ञानमस्ति अनुमितिः इति अनुमानज्ञानम्. स्वार्थे तावदेव पर्याप्तं भवति. परार्थे पञ्चवाक्यानि वक्तव्यानि भवन्ति. तत्र तृतीयवाक्यमस्ति उदाहरणवाक्यं. तत्र यो यो धूमः सः सः वह्निमान् यथा महानसम् इति, तत्र यो यो धूमवान् सः सः वह्निमान् इति व्याप्तिः अस्ति. तर्हि तत्र व्याप्तेः द्विविधमस्ति, द्वैविध्यमस्ति, अन्वयव्याप्तिः, व्यतिरेकव्याप्तिः. अन्वयव्याप्तिः कुत्र भवति? यत्र हेतुः पक्षं विहाय बहुषु स्थलेषु लभ्यते तत्र अन्वयव्याप्तिः भवति. यत्र अन्वयव्याप्तिः भवति तत्र अन्वयदृष्टान्तः भवत्येव. अतः अन्वयदृष्टान्तः तत्र वक्तुं शक्यते. किन्तु कानिचन स्थलानि सन्ति यत्र व्यतिरेकव्याप्तिः एव वक्तुं शक्यते. कीदृशाः तादृशसन्दर्भाः इति चेत्, यत्र हेतुः केवलं पक्षे एव लभ्यते, अन्यत्र यत्र कुत्रापि न लभ्यते, तत्र अनुमानं कर्तव्यं चेत् केवलं व्यतिरेकव्याप्तिः एव कर्तव्यम्, अत्र अनिवार्या अस्ति. अपि च तत्र व्यतिरेकव्याप्तिस्थले व्यतिरेक उदाह दृष्टान्तः एव वक्तव्यं भवति इति दृष्टान्तस्य द्वैविध्यम् अपि अस्माभिः अधीतम्. अपि च इदानीम् अग्रिमविषयः अस्ति व्याप्यव्यापकभावः अस्ति इति. व्याप्यव्यापकभावः इति किञ्चित् मया पूर्वम् उक्तं. व्यापकः अस्य व्यापकस्य अधिकदेशवृत्तित्वं भवति, व्याप्यस्य न्यूनदेशवृत्तित्वं भवति इति तावद् अस्माभिः अधीतम्. किन्तु व्याप्यव्यापकभावविषये अनुमानस्थले इतोपि किञ्चित् चिन्तनीयम् अस्ति, इतोपि किञ्चित् चिन्तनीयमस्ति. अत्र व्याप्तिरूपेण व्याप्य व्यापक इति पदं प्रयुज्य व्याप्तिं वदामश्चेत् तत्र त्रीणि वाक्यानि भवन्ति. यत्र यत्र व्याप्यः तत्र तत्र व्यापकः इति एकं वाक्यम् अहम् इतोपि अत्र अस्य प्रतिपादनम् अग्रिमवर्गे अहं करिष्यामि, किन्तु प्रायः भवतः आकाङ्क्षा इदानीम् अस्ति इदानीम् अग्रिमसोपानं किम् इति, तदर्थम् अहं वदामि. अत्र यत्र यत्र व्यतिरेकव्याप्तिः वदामः तत्र व्याप्यव्यापकभावः इदानीं तत्र व्याप्यं व्यापकम् इति पदं प्रयुज्य व्याप्तिः वदामश्चेत् तत्र कीदृशं भवति, तत्र आकारत्रयं भवति. यत्र यत्र व्याप्यः तत्र तत्र व्यापकः, यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः इति एव अस्माभिः अधीतं व्यतिरेकव्याप्तौ. तत्र इतोपि किञ्चित् वक्तुं शक्यते, यत्र यत्र व्याप्याभावाभावः तत्र तत्र व्यापकाभावाभावः इति तादृशमपि भवति वाक्यं. तर्हि इतोपि तत्र किञ्चित् चिन्तनीयमस्ति. अस्तु, तस्मिन् विषये अग्रिमवर्गे चिन्तयामः. तर्हि भवन्तः किं कुर्वन्तु, यथावत् इदानीम् अस्माभिः पठितं तावत् अहं वाट्साप् ग्रूप् मध्ये मम टिप्पणीं प्रेषयिष्यामि. तत् प्रथमम् एकवारं पठन्तु, अत्र सोपानानि कथं भवति, क्रमं कीदृशम् इति सर्वे पठन्तु. तदनन्तरं करपत्रम् अपि पठन्तु, इतोपि किञ्चित् गभीरचिन्तनमस्ति तत्र. किन्तु मुख्यविषयाः ये सन्ति तद् मया सर्वम् उक्तम् इदानीमेव. अस्तु, एतावत् प्रश्नः अस्ति वा? महोदय, दृष्टान्तः अनुमाननिरूपणार्थम् अन्वयदृष्टार्थं व्यतिरेकदृष्टार्थं द्वे अपि आवश्यकं वा? यत्र अन्वयव्याप्तिः वदामः तत्र दृष्टान्तः तु आवश्यकम् एव. एकः अंशः अस्ति अनुमानवाक्ये, चत्वारः अंशाः इति मया उक्तः खलु, पक्षः, साध्यं, तदनन्तरं किमासीत्, हेतुः, दृष्टान्तः इति. तर्हि दृष्टान्तः भवति एव, स च दृष्टान्तः द्विविधः भवति, अन्वयदृष्टान्तः व्यतिरेकदृष्टान्तः इति. यत्र अन्वयव्याप्तिः वदामः तत्र अन्वयदृष्टान्तः वक्तुं शक्यते, यत्र व्यतिरेकव्याप्तिः वदामः एव वक्तुं शक्यते तत्र व्यतिरेकदृष्टान्तः एव वक्तव्यः भवति इति एतावत्पर्यन्तम् आगतं. तस्यापि अपवादः अस्ति, अग्रे आयास्यति. भवतु, एतावत्पर्यन्तम् अवगच्छति चेत् पर्याप्तम्. अपि च यत्र यत्र अन्वयव्याप्तिः भवितुमर्हति, यत्र हेतुः पक्षं विहाय अन्यत्र सर्वत्र, अन्यत्र सर्वत्र नास्ति, अन्यत्र लभ्यते, तत्र अन्वयव्याप्तिः वक्तुं शक्यते. यत्र हेतुः केवलं पक्षे एव लभ्यते, अन्यत्र यत्र कुत्रापि न लभ्यते, तत्र केवलं व्यतिरेकव्याप्तिः एव वक्तुं शक्यते. व्यतिरेकव्याप्तेः अवगमनार्थं तत्र दृष्टान्तः कीदृशः भवेत् इति चेत् व्यतिरेकदृष्टान्तः वक्तुं शक्यते इति तावत् अस्माभिः अधीतम्. बुद्धं खलु महोदय? अस्तु, बहु समीचीनं. तर्हि अत्र स्थगयामः. सर्वेभ्यो नमस्कारः, धन्यवादाश्च. हरिः ओं महोदय.